पद्मपुराणं खण्डं 5 पातालखण्डम् अध्यायं 16 सुमतिरुवाच एवं तया क्रीडमान सर्वत्र धरणीतले न बुध्यत गदानब्दाञ्छदसङ्ख्या परिमितान् तदो ज्ञात्वा धव तद्विप्रस्वकालपरिवर्तिनीं मनोरथैश्च सम्पूर्णां स्वस्य प्रियतमां वरां न्यवर्तताश्रमं श्रेष्ठं पयोष्णीतीरसंस्थितं निर्वैरजं तु जनता सङ्कुलं मृगसेवितम् तत्रावसत्स सुतपाशिष्यैर्वेदसमन्वितैः सेविताङ्घ्रियुगो नित्यं तदापरमं तपः कदाचिदध शर्यादिर्यष्टुमैच्छद देवताः तदाच्यवनमानेदुं प्रेषयामास सेवकान् तैराहूतो द्विजवरस्तत्रागच्छन्महातपाः सुकन्यया धर्मपत्न्या स्वाचारपरिनिष्ठया आगतं तं मुनिवरं पत्न्या पुत्र्या महायशाः ददर्श दुहितुः पार्श्वे पुरुषम् सूर्यवर्चसम् राजा दुहितरं प्राह कृतपादाभिवन्दनम् आशिषो न प्रयुञ्जानो नादिप्रीदमना इव चिकीर्षितं ते किमिदं पदित्वया प्रलम्भितो लोकनमस्कृतो मुनिः त्वया जराग्रस्तमसम्मतं पदिं विहाय जारं भजसे मुमध्वगम् कथं मधिष्ठे वगतान्यथा सदां कुलप्रसूदे कुलदूषणं त्विदं बिभर्षिजारं यदपत्रपाकुलं पितुस्वभर्तुश्च नयस्य धस्त माम् एवं ब्रुवाणं पितरं स्मयमाना शुचिस्मिता उवाच तादजामादा तवैष भृगुनन्दनः शशंसपित्रे तत्सर्वं वयोरूपाभिलम्भनं विस्मितः परमप्रीतः तनयां परिषस्वजे सोमेनाया जयद्वीरं ग्रहं सोमस्य चाग्रहीद असोमपोरप्यश्विनोश्च्यवनस्वेन तेजसा ग्रहं तु ग्राहयामास तपोबलसमन्वितः वज्रं गृहीत्वा शक्रस्तु हन्तुं ब्राह्मणसत्तमम् अपङ्क्तिपावनौ देवौ कुर्वाणं पङ्क्तिगोचरौ शक्रं वज्रधरं दृष्ट्वा मुनिस्वहननोद्यतं हुङ्गारमकरोद्धीमान् स्तम्भयामास तद्भुजम् इन्द्रस्तब्धभुजस्तत्र दृष्टः सर्वैश्च मानवैः कोपेन श्वसमानोहिर्यथा मन्त्रनियन्त्रितः तुष्टाव समुनिं शक्रस्तब्धबाहुस्तपोनिधिम् अश्विभ्यां भागदानं च कुर्वन्तं निर्भयान्तरं कथयामास भो स्वामिन् दीयतामश्विनोर्बलि मया न वार्यते तादक्षमस्वाकं महत्कृतम् इत्युक्तः स मुनिकोपं जहौ तूर्णं कृपानिधिः इन्द्रो मुक्तभुजोऽप्यासी तदानीं पुरुषर्षभ यदद्वीक्ष्य जनाः सर्वे कौतुका विष्ठमानसाः सशंसुर्ब्राह्मणबलं ते तु देवादिदुर्लभं ततो राजा बहुधनं ब्राह्मणेभ्यो ददन् महान् चक्रे चावभृदस्नानां यागान्धे शत्रुतापनः त्वया पृष्ठं यदा चक्ष्वच्यवनस्य महोदयं समया कथितसर्वस्तपो योगसमन्वितः नमस्कृत्वा तपोमूर्तिमिमं प्राप्य जयाशिषः प्रेषयत्वं सपत्नीगं रामयज्ञे मनोरमे शेष उवाच एवं तु कुर्वतोर्वार्तां हयप्रापाश्रमं प्रति विदधद्वायुवेगेन पृथ्वीं कुरविलक्षितां दुर्वाङ्कुरान्मुखाग्रेण चरंस्तत्र महाश्रमे मुनयो यावदादाय दर्भान् स्नातुं गदा नदीं शत्रुघ्नशत्रुसेनायास्तापनशूरसम्मदः तावत्प्रापमुनेर्वासं च्यवनस्यादिशोभितं गत्वा तदाश्रमे वीरो ददर्शच्यवनं मुनिं सुकन्याया समीपस्थं तपोमूर्तिमिव स्थितं ववन्दे चरणौ तस्य स्वाभिधां समुदाहरन् शत्रुघ्नोऽहं रघुपतेर्भ्राता वाहस्य पालकः नमस्करोमि युष्मभ्यं महापापोपशान्तये इति वाक्यं समाकर्ण्य जगादमुनिसत्तमः शत्रुघ्न तव कल्याणं भूयान्नरवर्षभ यज्ञं पालयमानस्य कीर्तिस्ते विपुला भवेद चित्रं पश्यद भो विप्रा रामोऽपि मखकारकः यन्नाम स्मरणादीनि कुर्वन्ति पापनाशनं महापादकसंयुक्ताः परदाररदा नराः यन्नाम स्मरणोद्युक्ता मुक्ता यान्ति पराङ्गदिं पादपद्मसमुद्धेन रेणुना ग्रावमूर्तिभृद तत्क्षणात् गौतमार्धाङ्गी जादा मोहनरूपदृक् मामकीयस्य रूपस्य ध्यानेन प्रेमनिर्भरा सर्वपादकराशिं सा दग्ध्वा प्राप्ता सुरूपतां दैत्यायस्य मनोहारिरूपं प्रधनमण्डले पश्यन्तः प्रापुरेतस्य रूपं विकृतिवर्जितं योगिनोध्याननिष्ठाये यं ध्यात्वा योगमास्थिताः संसारभयनिर्मुक्ता प्रयाताः परमं पदं धन्योऽहमद्य रामस्य मुखं द्रक्ष्यामि शोभनं पयो जदलनेत्रान्तं सुनसं सुभ्रुसून्नदम् साजिह्वा रघुनाथस्य नामकीर्तनमादराद करोति विपरीताया फणिनो रसनासमा अद्य प्राप्तं तपःपुण्यमद्य पूर्णा मनोरथाः यद्रक्ष्ये रामचन्द्रस्य मुखं ब्रह्मादिदुर्लभं तत्पादरेणुना स्वाङ्गं पवित्रं विदधाम्यहं विचित्रतरवार्ताभिः पावये रसनां स्वकाम् इत्यादि रामचरणस्मरणप्रबुद्धप्रेमव्रजप्रसृदगद्गदवागुदश्रुः श्रीरामचन्द्ररघुपुङ्गवधर्ममूर्ते भक्तानुकम्पकसमुद्धर संसृतेर्माम् जल्पन्नश्रुकलापूर्णो मुनीनां पुरतस्तदा नाज्ञासीत्तत्र पारक्यं निजं ध्यानेन संस्थितः शत्रुघ्नस्तं मुनिं प्राह स्वामिन्नो मखसत्तमः क्रियतां भवदा पादरजसा सुपवित्रितः महद्भाग्यं रघुपदेर्यद्युष्मन्मानसान्तरे तिष्ठत्यसौ महाबाहुः सर्वलोकसुपूजितः इत्युक्तः सपरिवारः सर्वाग्निपरिसंवृतः जगामच्यवनस्तत्र प्रमोदह्रदसम्प्लुतः हनूमांस्तं पदायान्तं रामभक्तमवेक्ष्यः शत्रुघ्नं निजगादासौ वचो विनयसंयुधः स्वामिन् कथयसि त्वं चेन्महापुरुषसुन्दरं रामभक्तं मुनिवरं नयामि स्वपुरीमहम् इति श्रुत्वा महद्वाक्यं कपिवीरस्य शत्रुः आदिदेश हनूमन्तं गच्छ प्रापयदं मुनिं हनूमांस्तं मुनिं स्वीये पृष्ठ आरोप्य वेगवान् सकुटुम्बं निनायाशु वायुख इव सर्वगः आगतं तं मुनिं दृष्ट्वा रामो मदिमदाम्बरः अर्घ्यपाद्यादिकं चक्रे प्रीतः प्रणयविह्वलः धन्योऽस्मि मुनिवर्यस्य दर्शनेन तवाधुना पवित्रिदो मखो मह्यं सर्वसंभार संभृदः यदि वाक्यं समाकर्ण्यच्च वनो मुनिसत्तमः उवाच प्रेमनिर्भिन्न पुलकाङ्गोदिनिर्वृदः स्वामिन् ब्रह्मण्यदेवस्य तव वाडवपूजनं युक्तमेव महाराज धर्ममार्गं प्ररक्षितुः इति श्रीपद्मपुराणे पादालखण्डे शेषवात्स्यायनसंवादे रामाश्वमेधे च्यवनाश्रमे हयगमनो नाम षोडशोऽध्यायः ॐ